भूतं च भव्यं च सर्वं यस्यादि तिष्ठति सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। अस्तु, यस्तनीय अस्ति किञ्चित् विचारणीयम्। परिणमते उपकरण प्रभृति और अपर पर्यंत की क्रिया सब सूत्र वर्तते आख्यात है। अस्तु अस्तु अस्तु उच्यताम अस्तु अस्तु उच्यताम। तो अत्र विपरिणमते पूर्व जायते पश्चात अस्ति तथा विपरिणमते तो अत्र अस्ति उपनमते तो ये है समाप्ति पर्यंत प्रकरण चलती है अपवर्ग पर्यंत हाँ क्रिया चलती आख्यात अर्थ नहीं सत्ता सत्ता तो अस्ति परम परिणाम है विपरिणाम किमर्थम उच्यते इति प्रश्नः। यतो हि आरम्भादेव तत्र परिणामः जायते चेत् पृथक्तः विपरिणाम शब्दः किमर्थं पठ्यते इति प्रश्नः। चेत् तदेव तु उक्तं तेन यत् पूर्वं तु जायते पश्चाच्च अस्ति चेत् तत्र सत्तावधारणम् अस्तित्वम् अथवा आत्मभरणम् यत्किमपि उच्यते भूधातोरर्थः। ततः विपरिणामस्य आरम्भकालः इति एतैरुच्यते व्याख्याकृद्भिः उच्यते विपरिणामस्य आरम्भकालः। अग्रे मन्ये परिणामः स्युः वृद्धित्वेन वा अपक्षयत्वेन वा अथवा अन्येन केनचित् रूपेण परिणामः स्युः। परम अत्र किमस्ति अत्र तत्त्वात् अप्रच्युतिर्वर्तते आरम्भिकी स्थितिर्वर्तते तत्त्वाच्च अप्रच्युतिर्वर्तते अग्रे प्रच्युतिर्भविष्यति अग्रिमेषु परिणामेषु अत्र परिणामः न वर्तते। जायते अनन्तरम् अस्ति अस्तित्वे आगच्छति सत्तायाम् आगच्छति किञ्चिदपि वस्तु ततः परिणामस्य आरम्भः अग्रे च परिणामाः सन्ति एवमुच्येत अपवर्गपर्यन्तम् अग्रे तु सा स्थितिर्वर्तते एव न काचित् विनाशान्ते तस्य पदार्थस्य कृते एकस्य विकारस्य वेलायां विवक्षाधीनमेतद् वर्तते किं विवक्ष्यते षडपि सन्ति तत्र मन्ये यथा ध्यानं स्यात् महाभाष्ये वर्तमानकाले विचारितं वर्तते कः वर्तमानकालः उत्पतितं काकं पृच्छति स्म किं नाम किं ते पतितलक्षणम् अर्थात् कदा त्वं पतसि तत्र वर्तमानकालः तव क्रियायाः कः वर्तते चेत् तादृशी एव एषा स्थितिर्वर्तते यदत्र उच्यते यत् प्रत्येकस्मिन् क्षणे स परिणामः अथवा विपरिणामः दृश्यते परमाणुषु उच्येत अथवा येन केनापि रूपेण उच्येत चेत् तत्र व्यावहारिकता न स्यात् तस्य सिद्धान्तस्य। तथा तो वर्तते एव क्षणे क्षणे परिणाम वर्तते एव अत्र अस्मिन् शरीरे यस्य शरीरस्य अस्माभिः सत्ता स्वीकृता वर्तते यत् एतत् शरीरं तिष्ठति च अत्रापि तु सर्वं चलति एव एते भाविकारादि परिगणिताः सन्ति एते सर्वेपि चलन्ति एव अत्रापि किन्नाम उच्यते शैलेषु इति वा यत्किमपि उच्यते न तत्र परं सम्पूर्णस्य यः तत्र व्यवहारः कृतः वर्तते कस्यचित् द्रव्यस्य या व्यावहारिकी सत्ता वर्तते तत्र यः एवमुच्यते व्यावहारिकी सत्ता न वर्तते न भवेत् षण्णामपि सत्ता वर्तते एवमुच्यते देवदत्तस्य जायमानावस्थायामपि सत्ता वर्तते तस्य सत्ता वर्तते अत एव विपरिणाम जायते यदि अपक्षीकः अस्ति चेत् किञ्चित् वर्धनं भवति चेदेव तस्य अपक्षेण अस्ति मन्ये यथा एतत् शरीरं वर्तते अत्र धातवः सन्ति शैशवे धातूनां सम्पूर्णता न वर्तते अग्रे यौवने धातूनां सम्पूर्णता अथवा वृद्धिर्भवति चेदत्र यत् नैयुन्यम् आसीत् धातूनां तस्यैव अपक्षया भवति नैयुन्यस्य अपक्षये सति वृद्धिर्भवति एवमुच्यते न चेत् एतत्तु सर्वत्र यतोहि द्वितीयः पक्षः अपि सर्वत्र तिष्ठत्येव नूनं परम् एकत्र दृष्टिरस्माकं भवति कुत्र भवति येन अस्माकं व्यवहारः प्रचलति यस्य अस्माकं कृते आवश्यकता वर्तते तत्र वृद्धिरावश्यकता वर्तते अतः तस्यैव आख्यानमपि अत्र क्रियते तस्यैव वृद्धित्वेनैव तदभिप्रेतं वर्तते अधुना क्षीणत्वेन अभिप्रेतं नास्ति प्रायेण तु व्यवहार यतो हि शास्त्रं व्यवहारार्थमेव भवति प्रायेण तु व्यवहारेण सहैव अस्य सङ्गतिर्भवति क्वचित् तात्विकदृष्टिरपि भवत्येव प्रसङ्गः द्रष्टव्यः प्रसङ्गः द्रष्टव्यः प्रायेण न भवति भवत्यपि यथा तत्र शब्दप्रसङ्गे भवति यदेव व्युत्पत्तिनिमित्तं भवति तदेव प्रवृत्तिनिमित्तं भवति वा भवति नापि भवति भवति तदपि भवति यदि तत्रैव अस्मिन्नेव व्यवहारे यदि तत्त्वतः पश्यामः चेत् स भेदः अस्ति मन्ये सिद्धान्ततया स भेदः न स्यात् इति वर्तेते परं सः भेदः अस्ति मदीये व्यवहारे न स्यात् इति तत्र मया तत्र प्रयत्नः कर्तव्यः परं सः भेदः अस्ति इत्यपि स्वीकर्तव्यं नूनं भविष्यति अस्माभिः स भेदः अस्ति सत्यं वक्तव्यम् इति सिद्धान्तितम् अस्तु इति एका स्थितिः परम् असत्यस्यापि व्यवहारे स्थितिर्वर्तते इत्यपि एका स्थितिः इत्यपि एकं तथ्यं वर्तते तत् सर्वथापि अवलोक्तुं न शक्यते इत्यपि एका स्थितिर्वर्तते न स्वीक्रियते इति पृथक स्थिति अस्माभिः न स्वीक्रियते सा परम अस्ति न अस्तित्वस्य खण्डनं न क्रियते यत् व्यवहारे अस्ति अतएव तद् भाषणे दोषो नास्ति असत्य भाषणे दोषो नास्ति एवं न एवं न क्रियते केनचित् एवं न उच्यते एतत् निश्चितं न भवति यदि व्यवहारे अस्ति तत्तत् आचरणीयमेव न तत्तत् साधु एव अस्ति नै नै एतत् न उच्यते केनचित् नास्ति चेत् पुनः यत् तात्विकं वर्तते तदेव साधु तदेव तदेव साधु परम अस्यापि अस्तित्वं वर्तते एतदपि तु स्वीकर्तव्यमस्ति धर्मस्यापि अस्ति परन्तु अधर्मस्य अस्तित्वम् अस्ति इति कृत्वा तस्य स्वीकारस्तु न भवति नहीं यदि न स्वीकृ स्वीकरणं कश्चित् तस्यापि स्वीकरणे उपदेशं दद्यादेव नास्ति नहीं उपदेशः तत्पक्षे नास्ति उपदेश अधर्म पक्षे नास्ति धर्म पक्षे एव उपदेश सर्वथा भविष्यति परम तस्य अस्तित्वं न स्वीक्रियेत चेत् एतत्तु न स्यात् तस्य कृते उपदेश न भविष्यति मन्ये परन्तु ग्रहणं कस्य भवति तत् द्रष्टव्यमस्ति यत् कश्चिदपि ग्रहीतुम् इच्छति चेत् किं ग्रहीष्यति अधर्मं ग्रहीष्यति अथवा धर्मं ग्रहीष्यति चेत् अधर्मस्य स्थिति तत्त्वतः न वर्तते तत्र चोदना नास्ति अलम् इत्येव वर्तते निश्चित सत्तापि वर्तते कस्यचित् व्यवहारे पृथक् सत्ता वर्तते अन्यत् तात्विकी पृथक् सत्ता वर्तते चेत् तत्र कथम् अत्र व्यवहारिकी सत्ता क्रियते यत् तात्विकं वर्तते तद् ग्रहीतव्यं व्यवहारं तु तत्त्वात् पृथक् अस्ति अतैव अत्र व्यवहारिकी उच्यते यदि तत्त्वतः व्यवहारतः उभयो ऐक्यं वर्तते चेत् पृथक् पृथक् न उच्यते सर्वत्र ऐक्यमपि कथं भविष्यति सर्वत्र तो ऐक्यं न भविष्यति न भविष्यति इति न भवति व्यवहारस्तु चालनीय भवति तदेव चलति यथा असत्यभाषणस्य व्यवहारः शनैः शनैः चलितः चेत् तद् न चलति यदि न चलितः स्यात् चेत् अधुना सत्यभाषणस्य व्यवहारः चलति परं शाब्दिकैस्तु तत् स्वीकर्तव्यं भवति न यद्व्यवहारे अस्ति एतत् कार्यं शाब्दिकानां तु न वर्तते नीतिकारणं स्यात् संविधानकारणं स्यात् नीतिकारणं स्यात् परं यत् अस्ति तदत्र स्वीकर्तव्यमस्ति एतत्र एतत्तत्र वर्तते अस्तु मन्ये अत्र किमस्ति यदा उच्यते अनेन जायते अस्ति विप्रणमते इत्यादिषु चेदत्र क्वनु नाम वैपरीत्यं दृश्यते यत् यदि वर्धते इति उच्यते चेत् तत्र नूनम् अपक्षयोपि अस्ति परन्तु तस्य एवं दृष्ट्या उच्यते यत् व्यवहारिकमेतत् नास्ति व्यवहारे न प्रयुज्यते अपक्षये दृष्टिर्न वर्तते यदि अपक्षये दृष्टिः स्यात् तस्मिन् काले एतत्तु अस्य स्थितिस्तु तस्य कृते अपि नूनं वर्तते एव येन वर्धते इति उच्यते परं यदि कस्यचित् वर्धनं भवति चेत् अपक्षयोपि भवति इति तेनापि जायेत अस्तु परं तत्र दृष्टिर्न वर्तते वृद्धौ दृष्टिर्वर्तते वृद्ध्या कार्यं कर्तव्यमस्ति अधुना चेत् एतदेव अत्र तात्विकम् उच्येत तथैव अपक्षया भवति चेत् कस्यचित् वृद्धिरपि भवति एवं तत्र उच्येत अपक्षयः चेत् वृद्धिरपि भवति परं तत्र वृद्धौ दृष्टिर्नास्ति अपक्षये दृष्टिर्वर्तते किमस्ति यथा उच्यते जायते अस्ति चेत् कस्यचित् अधुना जायमाना अवस्था वर्तते चेत् अस्तित्वं तु तत्र अस्ति एव अन्यथा अस्तित्वं विना जायमाना अवस्था कथं स्यात् जायते चेत् अस्तित्वं कस्यचित् किमस्ति जातेः प्राक् पश्चात् अत्र अस्तित्वम् उच्यते अस्ति न यथा घटः जायमानो अस्ति उत्वा वस्त्रं जायमानम् अस्ति परं किम् एकस्तु अयं व्यवहारः यतो हि अत्रापि अस्ति क्रियायाः प्रयोगः क्रियते अस्माभिः वस्त्रम जायमानम अस्ति परम वस्त्रम यदर्थम अपेक्षते तादृशी स्थिति तस्य न वर्तते जायमान दशायाम अतः तत्र वस्त्र सत्वम न उच्येत वस्त्र सत्ता न उच्येत घटः जायमानः अस्ति चेत यदा जायमान दशायाम घटः तिष्ठति तत्र घटः यदर्थम अपेक्षते अस्माभिः तत्र सा क्रिया नूनं न क्रियेत कर्तुं न पारयेत अतः तत्र घटस्य सत्ता न उच्येत घटस्य सत्ता तदा उच्येत यदा तस्य यदर्थम तस्य लाभः क्रियते तत्र यदा समर्थो भवति एवं तदा तत्र अस्ति इति उच्येत जायमान दशायां घट मन्ये भावी संज्ञा विज्ञानात् स्यात् सर्वेषु अपि वस्तुषु तथा उच्येत अनुत्पत्तौ क्रियताम् क्रियताम् तत्र विरोधः नास्ति परम् एषः अपि व्यवहारः वर्तते यः अत्र शास्त्रकारेण कृतः अस्ति अस्तित्वम् कस्यचित् वस्तुनः तदैव स्वीक्रियते परम् तत्रापि तु व्यवहारः क्रियते न अरे कुर्ता सिला नहीं क्या अभी घड़ा बनाया नहीं क्या अभी एषः व्यवहारः किमर्थम् क्रियते चेत् घटस्य सत्ता न स्वीकृता तेन यदा कुम्भकारेण सह विवादः क्रियते अथवा तत्र सीविकेन सह व्यवहारः क्रियते विवादः क्रियते किमर्थं क्रियते अरे वस्त्रं न तथा कृतम् अथवा घटो न कृतः चेत् सा स्थितिर्न लब्धा अधुना एवं वर्तते हा विचारणीयः अस्ति विचारणीयस्तु भविष्यति अन्यत् अध्येयं तत्र ते दृष्टा तत्र भगवद्दत्त महोदय यदपि लभ्यते तत्सर्वमपि अध्येतव्यं क्वचित् अग्रे अग्रे परिणामः स्वीक्रियरन् अत्र च विपरिणामः स्वीक्रियेत चेत् का बाधा आगच्छति परिणामस्य आरम्भः मध्याह्ने रात्रेरारम्भो भवति इति व्यावहारिकसत्ता वर्तते दिवसस्य तत्र क्षीणकालः वर्तते मध्याह्ने चेत् दिवसस्य यः क्षीणकालः तत्रैव रात्रेरारम्भकालः इति वक्तुं शक्यते वा न वा तत्र उच्यते सूर्यास्तप्रभृति सूर्योदयपर्यन्तं रात्रिकालः इति उच्यते यः दिवसस्य क्षीयमाणकालः सः कः उच्यते केन शब्देन उच्येते सः चेत् अपर क्षीयमाणकालः मध्याह्नोत्तरम् चेत् रात्रिशब्दस्तु नूनं तत्र न वर्तते परं तस्य आरम्भः तत्र जातः इति वक्तुं शक्यते वा न वा यः क्षीयमाणकालः नहीं एका व्यावहारिकसत्ता वर्तते अस्तु चेत् तत्र रात्रिः इति किम् उच्यते तत्र तु वर्तते यदा सम्पूर्णः सूर्यः अस्तं गच्छति तदा अस्माभिरुच्यते अधुना रात्रिकालः आरब्धः यदा सूर्यः सम्पूर्णतया अस्तं गच्छति परं तस्य यथा अत्र वर्तते यौवने एव उत्वा यौवनस्य उत्तरार्धे एव क्षीयमाणकालः आरब्धः पुनरपि तत्र यौवनमिति उच्यते वार्धक्यं न उच्यते वार्धक्यं तदैव उच्यते यदा बलिफलितादिकं दृश्यते शरीरे तदैव वार्धक्यमिति उच्यते परं वार्धक्यं तु वार्धक्यं तदा तु न आरब्धव्यम् एतत्तु एषः तु विशुद्धः परिणामः जातः अधुना अस्य आरम्भस्तु यौवने एव जातः आसीत् या किल क्षीयमाणा स्थितिरासीत् चेत् यदि सः विपरिणामः उच्येत तथैव अस्यापि नाम सूर्यस्यापि या अस्तंगतता स्थितिर्वर्तते सापि अकस्मात् न भवति। यदा सः यौवने भवति उत्वा मध्याह्ने भवति उत्वा तत्र द्युलोके मध्ये स्थितः भवति ततः यदा नीचैरवतरति चेत् सः कालः तस्य अस्तंगमनकालः वर्तते तत एव तस्य सकाल आरब्धः। परं तथा तत्र व्यवहारो न वर्तते यत् इतः रात्रिरारब्धा रात्रिस्तु तदा उच्यते यदा सम्पूर्णतया अस्तङ्गच्छति चेत् यदि सा स्थिति विप्रणामकालस्य उच्येत कश्चित् का दोषः अपरा स्थितिर्न वर्तते। पूर्वस्याम् अपि स्थितौ तत्त्वात् तस्य प्रचितिर्न वर्तते अत्र यथा दिवसस्य यथा तत्र यौवनस्य परं तत्र तस्याः अग्रिमायाः अवस्थायाः आरम्भः तत्र वर्तते इति सा स्थिति यदि उच्येत विपरिणाम शब्देन चेत् कः दोषः स्यात् मन्ये तत्रैव संकेतः वर्तते तत्र तत्र यौवनत्वम् आधीयते अथवा उच्चार्यते अथवा व्यवह्रियते अस्माभिः पुनरपि तत् स युवा उच्यते न तु वृद्धः उच्यते तथैव अत्र अस्ति इति उच्यते न तु वृद्धः इति उच्यते वर्धते इति उच्यते चेत् वर्धते अस्माभिः तदैव उच्यते यदा साक्षात् दृश्यते मन्ये एषा स्थितिरत्र उच्यते दृश्यते चेत् एषः व्यवहारः एव न स्यात् षड् भाविकारा भवन्ति एते भाविकारास्तु क्षणे क्षणे भवन्ति कस्मिंश्चित् द्रव्ये एषः व्यवहारः कथं भविष्यति मन्ये एकस्य शरीरस्य शतं वर्षाणि वयः भवति चेत् शतं वर्षेषु कथं विभज्येते एतेषु षड्भावविकारेषु कथं तस्य विभागः कर्तव्यः भविष्यति एषः षड्भावविकारस्तु क्षणे क्षणे भवति तत्र प्रत्येकस्मिन् क्षणे जायमानः वर्तते यदि एवं यन्त्रैरेव तत्र दर्शनं क्रियते चेत् मन्ये एषा स्थितिर्न वर्तते व्यवहारे दृश्यते चेत् तत्र विरोधः नास्ति तत्त्वात् अप्रच्युतिर्वर्तते यथैव तत्त्वतः अप्रच्युतिर्वर्तते अत एव यौवनम् इति उच्यते यौवने हानिर्न वर्तते शब्दः वर्तते शब्दोऽपि तु अर्थाधीनः वर्तते अर्थः यौवनमेव यत्र यस्याम् अवस्थायां तस्य शब्दस्य प्रयोगः अस्ति चेत् किम् अस्तु यौवनशब्दः किमर्थं प्रयुज्यते तत्र अन्यच्च तत्रैव वृद्धशब्दः किमर्थं प्रयुज्यते अत्र किमुत्तरं स्यात् अत्र यौवनशब्दः वर्तते मन्ये चत्वारिंशत् वयः पर्यन्तं ततोऽग्रे च भिन्नः शब्दः वर्तते वृद्धः इति वा अन्यः कश्चित् शब्दः वर्तते किमर्थमत्र यौवनशब्दः वर्तते यतोहि यौवनगुणाः अत्र वर्तन्ते मन्ये वृद्धिरप्यत्र जायमाना वर्तते एषा स्थितिः उत्वा एवमुच्येत वृद्धिराधिक्यं वर्तते अपक्षीयमाणाया स्थितिर्वर्तते तस्य नैयून्यं वर्तते इति उच्येत अत एव तस्य विवक्षा न भवति शास्त्रं नाम किं शास्त्रम् एवं द्रष्टव्यम् एवं द्रष्टव्यं एवं भवति शास्त्राण्यपि भिन्न भिन्न विषय प्रतिपादिकानि सन्ति एतत् शरीरशास्त्रं न वर्तते न चापि आचारशास्त्रं वर्तते न चापि तत्त्वशास्त्रं वर्तते भिन्ने भिन्नेषु तत्वेषु भिन्नं भिन्नं शास्त्रं वर्तते। मन्ये तत् आयुर्वेदे विचार्येत अथवा शरीरशास्त्रे विचार्येत, यदा शरीरे धातूनां विषयः चलति तत्र धातूनां विषये विचार्येत, अत्र तथा नास्ति। अत्र तु किमस्ति, यः तैः सर्वैरपि व्यवहारः क्रियते, व्यवहारः दृष्टः, तदत्र विचारः क्रियते चेत् तत्र को दोषः जायेत। तात्विकः अस्ति न, तत्र यौवनशब्दः किमर्थं वर्तते, एतदेव तत्त्वं वर्तते। यः कश्चिदपि हेतुः स्यात्, तत्र समस्या वर्तते तेषाम्, अस्य समस्या न वर्तते, सा तेषां वर्तते, ये शरीरविज्ञानी विज्ञानिनः सन्ति तेषां सा समस्या। न न न, ज्ञानं स्यात् परम् एतत् शब्दशास्त्रं वर्तते, व्यवहारे यः शब्दः यस्य वस्तुना कृते प्रयुज्यते तदेव तस्य शब्दस्य तत्त्वमस्ति अस्य कृते। नैव एतत् आचारशास्त्रं वर्तते, नैव एतत् शरीरशास्त्रं वर्तते, नैव धातुशास्त्रं वर्तते। एकमेव शास्त्रं यदि सर्वानपि विषयान् ज्ञापयेत् तत्र संकेतः स्यात्। तदेव विशिष्टं यदि ज्ञाप्येत चेत् तस्य शास्त्रस्य पृथक् का स्थितिः, किमर्थम् स्थिति यदि तदेव अत्रापि ज्ञाप्येत सर्वम्। परन्तु अत्र तु स्वकीयवचनं नास्ति तस्य, कस्यचित् अन्यस्य वचनम् उद्धरति, अत्र उद्धरति चेत् यथा वर्तते तथा वचनीयम्। यदि अन्यस्य किमपि वचनम् उद्धृत्य किमपि वक्तुम् इच्छति चेत् यथा अस्ति तथैव कथनीयम्, चेत् एषः व्यवहारः वर्तते न वा वर्तते, यत् एतद् यौवनम् अस्ति, यौवनम् अस्ति इति व्यवहारः अस्ति अस्ति चेत् तदेव अनेन अस्ति। यदि तत्त्वात् प्रच्युतिर्वर्तते चेत् यौवनशब्दस्तत्र न व्यव्रियेत, व्यव्रियते, अतः तत्र तत्त्वात् प्रच्युतिरपि वर्तते। शब्दः तत्त्वं नास्ति परं यत् तेन उच्यते तत्तु तत्त्वं वर्तते, तत्तत्त्वं वर्तते। तानं शब्दस्तु स एव वर्तते, एवं भवितुं शक्नोति यत् एवमपि नहि, भेदः अयं वर्तते, तव दृष्टि अव्यवे वर्तते, तत्र दृष्टि येन यौवनशब्दः प्रयुज्यते तस्य दृष्टिः समुदाये वर्तते, यथा क्रियायां स्थितौ वर्तते तत्र अव्यवेऽपि क्रिया तिष्ठति, अन्यच्च समुदायेऽपि क्रिया तिष्ठति। अव्यवे यदि क्रियाया व्यवहारः वर्तते प्रत्येकस्मिन् क्षणे तत्र षड्भावविकारा दृश्यन्ते, परं समुदाये या दृष्टिः वर्तते सापि तात्त्विकी दृष्टिः वर्तते, अव्यवे या दृष्टिः सापि तात्त्विकी दृष्टिः, समुदाये या दृष्टिः सापि तात्त्विकी दृष्टिः। चेत् समुदाये या दृष्टिः यदि सापि तात्त्विकी दृष्टिः चेत् सा कथं न स्वीक्रियेत, क्रियते तैव च व्यवहारः सर्वत्रापि भवत्येव। तत्रापि स एव प्रश्नः आगमिष्यति यत् यतोहि समुदाये यः व्यवहारः भवति सोपि अवयवम् अवयवे परिणामे सति एव समुदाये परिणामः भवति। एकः न्यायः अपरोपि आगतः आसीत् यदि स्मृतः स्यात् तत्र एकाचौद्वे प्रथमस्य, तत्र एकास्त्वं कतिविधमस्ति, अनेकधा तत्र एकास्त्वं व्याख्यातम्, यथा पच् इति, प इत्यपि एकाच् वर्तते, अच् इत्यपि एकाच् वर्तते, अन्यच्च पच् इत्यपि एकाच् वर्तते, चेत् प इत्यत्रैव दृश्यं किमर्थं न क्रियते, अथवा अच् इत्यत्रैव किमर्थं न क्रियते, पच् इत्यत्रैव किमर्थं क्रियते चेत् तत्र हेतुर्व्यपदिश्यते यत् यदि समुदाये शास्त्रस्य प्रवृत्तिर्भवति चेत् किमस्ति, तत्र अव्यवेषु अव्यवेष्वपि कृतार्थं तत् शास्त्रं भवति, यदि च अव्यवे एव केवलं शास्त्रस्य प्रवृत्तिः क्रियेत चेत् समुदाये तस्य चरितार्थता न भवति, समुदाये कृते सति अव्यवेऽपि चरितार्थः भवति चेत् तथैव अत्रापि विचारणीयं भवति यदि समुदाये तस्य शास्त्रस्य प्रवृत्ति कृता चेत् अव्यवेश्वपि सा घटना घटते तत्रापि शास्त्रं योजनीयम् यतो हि व्यवहारस्तु तेन समुदायेन विचलति प्रायेण एवमस्ति चेत् तत्र शास्त्रम् अहीनं न भवति शास्त्रस्य हीनतापि नास्ति यदि समुदाये व्यवहारः अस्माभिः क्रियते चेत् परिणतः सन् अत्र पर्यन्तम् आगतः चेत् अधुना विनाशे गतः चेत् अपक्षय अन्यच्च विनाश उभयोः को भेदो अस्ति यतोहि यत् परिणामः वर्तते तस्मिन् भेदः वर्तते स तु आदित एव कारणः अस्ति विनाशः अस्माभिः कदा उच्यते विनाशशब्दस्य व्यवहारः तदा क्रियते यदा तत् द्रव्यं तस्याम् अवस्थायां न वर्तते यथा मन्ये उत्पद्यते इति उच्यते किमर्थम् उत्पद्यते इति उच्यते यतोहि केवलं तत्रापि परिणामे एव वर्तते अवस्थान्तर प्राप्तिरेव तु उत्पत्तिः इति उच्यते मन्ये परं पुनरपि उत्पत्तिः इति उच्यते यतोहि अस्माकं दृष्टिः तत्र अपरस्मिन् व्यवहारयोग्ये द्रव्ये वर्तते अधुना यथा तत्र दग्निदृष्टिर्वर्तते दुग्धे न वर्तते दुग्धाच्च यः परिणामः जायते तत्रापि न वर्तते केवलं दग्नि वर्तते अस्तु तथा अत्रापि तथैव वर्तते अधुना किमस्ति शरीरदृष्टिर्वर्तते अस्माकं देवदत्तस्य शरीरं वर्तते मन्ये तत्र अपक्षयः तथैव आरब्धः किन्नाम यदा तस्य जायमाना स्थितिरासीत् उत्वा विनाशः तथैव आरब्धः परं किमस्ति अत्र देवदत्तस्य यत् जीवनमुच्यते उत्वा जीवनकालः उच्यते तत्र सर्वत्रापि तस्य सत्ता अस्माभिः स्वीकृता यतोहि तत्र अस्माकं दृष्टिर्वर्तते तत्र अस्माकं विवक्षा वर्तते परं यदैव तस्य अस्तित्वं समाप्तम् अर्थात् तेन रूपेण तस्य अस्तित्वम् अस्माभिर्न दृश्यते अन्येन केनचित् रूपेण स्यात् चेत् सः कालः विनाशः इति उच्यते पूर्वस्मिन् तत्र विनाशः न उच्यते सत्यपि मन्ये सत्यपि यतोहि तद्द्रव्यं तेन रूपेण अस्माभिर्दृश्यते यदा सम्पूर्णतया न दृश्यते तदा विनाशः इति उच्यते न चेत् अपक्षीयमाणता तु सर्वत्र भवत्येव परं येन येन किन्नाम सत्त्वेन अथवा यया अवस्थया अस्माभिर्व्यवहारः क्रियते अस्माकं व्यवहारः चलति तत्रैव अस्माकं दृष्टिर्भवति केवलं नान्यत्र प्रायेण एवम् अस्ति उदाहरणं किं दीयते तत्र विभज्य ग्रहणं विनिग्रह इति न दीयते किमस्ति अने पण्डित भगवद्दत्तेन तु एष एव अर्थः दीयते विभज्य गृह्यते विभज्य ग्रहणम् एवं तत्र दीयते पकड़कर निग्रहो नियमनम् निग्रहो नियमनम नहीं अस्य स्वकीय पक्ष का तथा दिए थे ना पकड़कर शासन में रखने के अर्थ वाला हाँ पकड़कर शासन में रखने के अर्थ वाला तत्र नियमनम नास्ति मन्ये तत्र नियमनम नास्ति शासन से ऊपर सही अर्थो भवति यथा उच्छृंखल शब्दो वर्तते ये उच्छृंखल शब्दे भी उत्शब्द उद्दंड उच्छृंखला के तत्र भिन्न अर्थ है प्रतिलोम अर्थो भवति एवमस्ति आचित यतो हि तत्र उदाहरणानि दत्तानि अनेन यत् यास्ति न गार्गी पक्ष अत्र प्रबल इति मन्येत नामाख्यात मध्यात पदवाक्य रूपेण विरचिता सन्त अर्थात स्वकीय अर्थ नास्ति आख्यातम उपगृह्य आख्यात का ग्रहण करके अर्थ विशेषम तत्रैव अर्थ विशेषम इमे एते उपसर्गाः उपसर्गाणाम उपसर्गत्वं किम् अस्ति तदुच्यते अनेन सृजन्ति इति उपसर्गाः साक्षात् अग्रे साक्षात् न साक्षात् न तेषाम् अर्थाभिधान शक्तिः अस्ति पृथग् इत्यभिप्रायः एवं दीयते न तेषाम् उपसर्गाणाम् साक्षात् अभिधान शक्तिः नास्ति किमर्थम् नहीं पृथक विरचितानां तेषाम् उपसर्गाणाम् पृथक विरचितानां तेषाम् उपसर्गाणाम् अभिधान शक्तिर्नास्ति साक्षात् तेषाम् अर्थशक्तिर्नास्ति यदापि ते अर्थान् ब्रुवन्ति तदा ते एतैः सम्बद्धाः सन्त एव अर्थं ब्रुवन्ति न तु स्वतन्त्ररूपेण इति अस्य पक्षः स्वातन्त्र्येण शक्तिः नास्ति इति शाकटायनस्य पक्षः गार्ग्यस्य पक्षः चेत् स्वातन्त्र्येणापि शक्तिरस्ति एवमस्ति तत्त्वतः यदि पश्यामः चेत् विरोधः क्वचिदपि न भवति एवं भवति मतभेदः क्वचित् आंशिकदृष्ट्या सर्वत्रापि भवत्येव सर्वेष्वपि मतेषु भेदः भवत्येव यथा मन्ये अत्रैव वर्तते सूत्रम् अधिपरिणर्थकौ उत्वा इत्यादीनि सूत्राणि यानि उद्धृतानि वर्तन्ते तेषां यदि गार्ग्यपक्षेण गार्ग्यपक्षः यदि प्रधानत्वेन दृश्येत चेत् उच्येत यत् पाणिनिनापि एतेषाम् अर्थः स्वीकृतः अत एव तु अनर्थकौ इति उक्तम् परं तत्र पाणिनिपक्षः इति प्राधान्येन दृश्येत अनर्थकौ अर्थात् अनर्थांतर वाचिनो अर्थात अनर्थांतर द्योतक इति व्याख्यायेत एवं स्यात् तत्र परम किमस्ति गार्ग्यः तत्र वैयाकरणेषु स्वीक्रियते न गार्ग्यः तत्र स्वीक्रियते न अगार्ग्य काश्यप गालवानां तत्र गार्ग्यः पक्षोपि स्वीक्रियते तेन भिन्नं प्रतिपादनं कृतं स्यात् मुने तस्य यतो हि संपूर्णं व्याकरणं तु नास्ति यथा तत्र भेदः प्रदर्शितः अस्तिम सकार मात्रम् आतिष्ठते अस्तिम सकार मात्रम् आतिष्ठते पाणिनेः पक्षे अस् धातुर्वर्तते अस् भुवि तस्य धातुर्वर्तते स भुवि तेन तत्र हेतुरुपदिष्टः यतो हि सकारस्यैव आधिक्येन रूपाणि लभ्यन्ते मन्ये लट्लकारेव दृश्येत चेत् तत्र षड् रूपाणि सकारस्य सन्ति अन्य च त्रीणि रूपाणि केवलम् अस् शब्दस्य वर्तन्ते अतः अस् किमर्थं स्वीक्रियते स एव स्वीक्रियेत पाणिनेः भिन्ना तत्र कल्पना अन्य च प्रतिपत्ति कृता तस्य च भिन्ना स्यात् चेत् तथैव अत्रापि क्रियेत तत्रैव तु या एव प्रक्रिया यदि पाणिनेः वर्तते सा एव यदि गार्ग्यस्यापि स्यात् यतोहि असावपि शाब्दिकः वर्तते चेत् तु ये एव दोषः अत्र वर्तते स एव दोषः तत्रापि वर्तेत परं तेन सः पक्षः उपस्थापितः यत् तेषां स्वतन्त्रः अर्थो वर्तते चेत् मन्यतेन भिन्ना प्रक्रिया आश्रिता भविष्यति अधुना तु वयं केवलं पाणिनिना पाणिनेः दृशा पश्यामः न यत् पाणिनेः पक्षदोषो आगमिष्यति परं तस्य पक्षे यदि सम्पूर्णः अस्माकं पुरस्तः स्यात् चेत् तु विचार्यं भविष्यति सम्पूर्णं व्याकरणं तु नास्ति मन्ये स एव सिद्धान्तः अत्रापि स्वीक्रियते चेत् वरं स्यात् विवादः न स्यात् तत्र यतोहि क्वचित् एते अर्थप्रतिपादिकाः सन्ति क्वचित् च अर्थद्योतकाः सन्ति यथा वर्णानां विषये वर्तते यतोहि वर्णाः तत्र धातुरूपेण प्रत्ययरूपेण प्रातिपदिकरूपेण सन्ति चेत् अर्थविशेषस्य वाचकाः सन्ति ये च समुदिताः प्रयुज्यन्ते तत्र न सन्ति स्वभावतः एतद् वर्तते न पदत्वेन यत् स्वीकृतं वर्तते सा तस्य शास्त्रीयप्रक्रिया वर्तते शास्त्रीयप्रक्रिया यतोहि तत्र वक्तव्यमस्ति तेन तिङ्गतिङ्गः चेत् स सिद्धान्तः कथं घटयते यदि पदत्वं न स्वीक्रियेत अन्य च न केवल प्रत्ययः प्रयोक्तव्यः न च केवल प्रकृतिः प्रयोक्तव्या इति तस्य सिद्धान्तो वर्तते चेत् तेन किं कृतं पूर्वं सुप् आनीयते पश्चात् चेत् तस्य लुप्यते चेत् पदत्वं सम्पन्नम् अधुना चेत् तस्य प्रक्रिया वर्तते तत्तु तत्र दोषोऽपि नास्ति एकम् अन्यत् उदाहरणं दर्शयामि पाणिनेः पक्षे पाणिनीयतन्त्रे सिद्धान्तद्वयं वर्तते किमस्ति पूर्वं हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन पूर्वं हि धातु साधनेन युज्यते पश्चात् उपसर्गेण इति अन्यच्च पाणिनेः अपरः पक्षः वर्तते यत् पूर्वं क्रिया अभिनिर्वृत्ता स्यात् चेदेव तु उपसर्गः विशेषको भविष्यति यतो हि उपसर्गस्तु विशेषको वर्तते धातुश्च क्रियार्थं तदा वक्ति यदा साधनेन युज्येत यतो हि साधनं विना साधनम् इति कारकं कारकं विना क्रियायाः अस्तित्वमेव न वर्तते चेत् पूर्वं कारकेण सम्बन्धः भविष्यति पश्चाच्चैव उपसर्गेण सम्बन्धः स्यात् परम् एषः अपि सिद्धान्तः तेन स्वीकृतो वर्तते पूर्वं धातुः साधने नियुज्यते पश्चाच्च उपसर्गेण तस्य च व्याख्यानम् एवं क्रियते यः दोषः प्रदर्शते न अधुना यदि मन्ये उपसर्गेण पूर्वं यदि युज्येत किं नाम धातुः चेत् तु अङ्गत्वं तस्य स्यात् समुदायस्य उपसर्गसहितस्य धातोः अङ्गत्वं स्यात् अङ्गत्वं स्यात् चेत् अडाट्सु किं नाम तत्र व्यवस्था भविष्यति किं नाम उपसर्गात् पूर्वम् अटः प्रवृत्तिः स्यात् अटो वा चेत् तत्र एवम् उच्यते तत्र यत् योगस्तु पश्चात् भवति परम शब्दस्य शब्देन सह संबंधः कः वर्तते, ये तो शब्दस्तु जड़ो वर्तते, ध्वनिर्वर्तते, ध्वनिस्तु जड़ो वर्तते, चेत एकस्य ध्वने अपरेण ध्वनिना सह कः संबंध भवेत्, चेत सह संबंध अर्थद्वारको भवति, अर्थद्वारको भवति चेत किमस्ति, उपसर्गेण यः अर्थः द्योत्यते सः अर्थः अत्र पूर्वतः विद्यमानो वर्तते, अतएव तत्र अभिभूयते इति उत्वा अनुभूयते, अनुभूयते इति कर्मणि लकारः उत्पद्यते, नो चेत् कर्मणि लकारः कथम् उत्पद्येत, अन्वभूयत, कर्मणि लकारः कथम् उत्पद्येत, चेत् सः अर्थः अत्र वर्तते, योगः पश्चात् भवेत्, अर्थात् स्थूलः सम्बन्धः पश्चात् भवेत्, परं सः अर्थः अधुनापि वर्तते, चेत् सः सम्बन्धः यः भवति स अस्तु सम्बन्धस्तु स्वीक्रियते न पाणिनीयैः अपि सम्बन्धस्तु स्वीक्रियते धातोः उपसर्गस्य च, सः सम्बन्धः किं कृतः वर्तते यदि तत्र अर्थो न वर्तते, परं किमस्ति प्रायोगिकी सत्ता तस्य स्वतन्त्रा न वर्तते, यतोहि प्रयोगेणैव कस्यचित् शब्दस्य अर्थनिश्चयो जायते, तत्र नास्ति मन्ये, उपान मंत्र करणे यदि धातुवृत्तौ आरंभे एव दृश्यताम् उत्वा धातुपाठेपि पश्चादुच्यते बहुलमेतन् निदर्शनम्, ये अपि धातुना सह अर्थाः निर्दिष्टा वर्तन्ते धातुपाठे तस्य तस्य धातो स एव अर्थः इति निश्चय नास्ति, अन्येपि भावार्थाः सन्ति तस्य तस्य धातोः, उपलक्षणार्थं कश्चित् एकः प्रसिद्धः अर्थः तत्र उपस्थापितः, यतोहि तस्मिन् अर्थे असौ धातु प्रसिद्धो वर्तते, एवं नास्ति यत् अस्मिन्नेव अर्थे केवलम् अस्य प्रयोगः कर्तव्यो भविष्यति, अन्येषु बहुषु अर्थेषु अस्य प्रयोगः, यदा नै एवमस्ति मन्त्रकरणे स्थाधातोः उपपूर्वात् आत्मनेपदं भवति एवमुच्येत, चेत् मन्त्रकरणं कस्य विशेषणं वर्तते समुदायस्य समुदायार्थस्य अथवा अव्यवार्थस्य, अव्यवार्थस्यापि क्रियेत तत्र कः दोषः, मन्त्रकरणे यः स्थाधातुर्वर्तते तस्मात् पूर्वाद् आत्मनेपदं भवति इति अर्थकरणे कः दोषः स्यात्, नहीं समस्या एषा वर्तते, समस्या एषा वर्तते यतोहि अस्माकं बुद्धौ एतद् स्थिरं वर्तते यत् स्थाधातुस्तु केवलं गतिनिवृत्तौ वर्तते, मन्त्रकरणे तु न वर्तते, मन्त्रकरणत्वं तस्य कथं भविष्यति, परं मन्त्रकरणः अपि तस्य अर्थो वर्तते, मन्त्रः करणं साधनं यस्य धात्वर्थस्य सः मन्त्रकरणः धात्वर्थः तस्मिन् अर्थे वर्तमानात् ऐन्द्रियागारपत्यमुपतिष्ठते इत्यादिकं तत्र प्रयुज्यते, सोऽपि अर्थः तस्य वर्तते, एवं नास्ति यस्य अर्थो न वर्तते इति, अवसादः एवमस्ति अस्तु ईक्षते निरीक्षते अस्तु अनिर्भेदो नास्ति अस्तु कस्यायं पक्षः उपस्थाप्यते पूर्वम् एतदुच्यतां कस्यायं पक्षः उपस्थाप्यते अयं पक्षः कस्य कुतः लिखितः वर्तते एवमस्ति मन्ये ईक्षते निरीक्षते इत्येतौ पर्यायशब्दौ स्याताम् इति उच्येत अनेन पक्षेण पर्यायशब्दस्य कः अर्थः तत्र समानार्थकता न वर्तते तदेव तु वर्तते यतो हि एकः सिद्धान्तः वर्तते उक्तार्थानाम् अप्रयोगः उक्तार्थानाम् अप्रयोगः अर्थात् यस्य शब्दस्य अर्थः केनचित् अन्येन शब्देन उक्तः वर्तते चेत् तस्मिन्नेव अर्थे उत्वा एवं चेत् यः अर्थः केनचित् अन्येन शब्देन उच्यते तस्मिन्नेव अर्थे अन्यः शब्दः न प्रयुज्यते यः अर्थः केनचित् अन्येन शब्देन उच्यते तस्मिन्नेव अर्थे अन्यः शब्दः न प्रयुज्यते परम् अत्र तु एतदुच्यते यत् अस्मिन्नेव अर्थे अयमपि शब्दः अयमपि शब्दः अयमपि शब्दः चेत् पर्यायशब्दः कः वर्तते पर्यायशब्द एव एतद् द्योतयति यत् एतौ शब्दौ समानार्थकौ न स्तः पर्यायः अनुपात्ययः क्रमः एकः भवति चेत् कदाचित् अनेन शब्देन उच्यते कदाचित् अनेन शब्देन उच्यते अद्यैव एकः प्रसङ्गः महाभाष्ये आगतः यत् उपाध्यायस्य शिष्यः मातुलस्य भागिनीं गत्वा उपाध्यायम् अभिवादयति स मातुलं गत्वा अभिवादयति तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यं गत्वा उपाध्यायं भवान् अभिवादयति स मातुलं गत्वा अभिवादयति चेत् अपि वा मातुल अन्य च उपाध्याय इत्यनयोः शब्दयोः एकैव अर्थः परम् अत्र प्रवृत्तिस्तु एकत्रैव दृश्यते एकेन उक्तं यत् किन्नाम मातुलम् अभिवादय चेत् स उपाध्यायं नमस्करोति अभिवादयते अपरेण उक्तम् उपाध्यायम् अभिवादय चेत् मातुलं स अभिवादयते अत्र तु मातुल अन्यच्च उपाध्याय इत्यनयोः शब्दयोः एकैव अर्थः प्रतीयते परं किमस्ति सम्बन्धभेदात् एकस्मिन्नेव द्रव्ये शब्दभेदः प्रयुज्यते सम्बन्धभेदात् तथैव अत्रापि गुणभेदात् अर्थभेदस्तु नूनं स्यादेव यदि भिन्नशब्दः तत्र प्रयुज्यते कस्मिंश्चित् एकस्मिन् द्रव्ये चेत् नूनं तत्र अर्थभेदः अस्ति अस्माभिर्न तत्र गृह्यते इति अस्माकं दोषः न तु तत्र प्रयोगस्य दोषः अस्माभिर्न गृह्यते सः सूक्ष्मः भेदः चेत् तत्र यत्नः क्रियताम् एकस्य अर्थस्य कृते भिन्नः शब्दः कथम् आगमिष्यति नूनं भिन्नः अर्थः आगच्छत्येव सूक्ष्मः भेदः भवति क्वचित् सः अर्थः लुप्तो एवं भवति प्रत्येकम् अपि शब्दस्य एका जीवनयात्रा भवति तस्यां जीवनयात्रायां किं भवति कदाचित् तस्य अर्थः प्रधानो भवति कदाचित् गौणः भवति कदाचित् लुप्तो भवति पुनरुज्जीवति एवं भवति यथा अस्माकं जीवने अस्ति स एव स्थितिः तत्रापि वर्तते कश्चित् दूरभाषे कश्चित् आगच्छति किमस्ति एका शङ्का वर्तते का शङ्का अत्र अस्य मतस्य प्रयोगः का यतोहि परमतम् अप्रतिषिद्धम् अनुमतम् इति एकं वाक्यं वर्तते परमतम् अप्रतिषिद्धम् अनुमतम् अस्तु अत्र गार्गः उभावपि नैरुक्तौ स्तः अन्य च वैयाकरणौ अपि वैयाकरणत्वेन अपि प्रसिद्धिर्वर्तते अस्तु किमस्ति उदाहरणानि प्रदर्श्य खण्डनं केन वाक्येन अस्ति खण्डनं केन वाक्येन अस्ति खण्डनं चेत् यतोहि उभयोरपि सत्ता वर्तते एवमस्ति क्वचिद् एतेषाम् उपसर्गाणां सत्ता सहैव वर्तते एकाकिनी सत्ता न वर्तते यथा अधीते अस्तु एक अपर प्रश्न जायते अस्मिन् प्रसंगे अधीते अध्येति इति एक स्मरणे अन्य च इंग अध्ययने इति धातु वर्तेते चेत इंग शब्द से कह अर्थ अध्ययने इति उच्यत तस्मिन् अर्थे तु न प्रयुज्यते एकल धातुस्तु न प्रयुज्यते तत्र तु अधिंग प्रयुज्यते चेत सैव दोषः तत्रापि न आगच्छति एक स्मरणे इति उच्यते स अपि च तत्र अधिपूर्व एव प्रयुज्यते अध्येति इति चेत सैव दोषः तत्रापि तु आगच्छति धातव य एव दोषः तत्र उपसर्गपक्षे निपात्यते सैव दोषः तत्र धातुपक्षेऽपि आगच्छति एषः स्वभावः शब्दानां वर्तते केचन शब्दाः यथा एकः भाषावैज्ञानिकानां चिन्तनं वर्तते अथवा एकः सिद्धान्तः वर्तते न्यायः वर्तते न्यायः वर्तते नष्टाश्वदग्धरथ न्यायः अत्र बाहुल्येन उच्यते नष्टाश्वदग्धरथ न्यायः भाषावैज्ञानिकैरपि यदा शब्दयात्रा शब्दस्य कस्यचित् जीवनयात्रायां चिन्त्यते चेत् तथा एवं तत्र दृश्यते यत् केचन शब्दाः स्वतन्त्रा एव उत्पन्नाः ते च स्वातन्त्र्येणैव जीवनं चालयन्ति यथैव उत्पन्नाः तथैव तेषां सम्पूर्णमपि जीवनं चलति सम्पूर्णमिति यावल्लभ्यते केचन शब्दाः येन रूपेण जायन्ते उत्पद्यन्ते अग्रे गत्वा किमस्ति तयोः द्विधा भवनं भवति तत्र द्विधा भवनं भवति पृथक् पृथक् भावः भवति अन्यच्च तत्र स्वतन्त्रोऽपि अर्थः सुरक्षितो भवति यथा एकम् उदाहरणं तत्र प्रसिद्धं वर्तते यथा बलिवर्धशब्दः वर्तते संस्कृते बलिवर्धशब्दस्य एकः अर्थः वृषभः इति उच्यते अस्माभिः अस्य बलिवर्धशब्दस्य द्विधा भवनं जातम् एकत्र बलि इति बैल् शब्दः तत्र विकृतत्वेन तत्रापि सम्पूर्ण अर्थः सुरक्षितः अपरस्य वर्ध वर्ध इति बद्ध इत्यादि अलीगढ़ अथवा मथुरा क्षेत्रेषु प्रयुज्यते चे अपरः भागः बर्धशब्देन सुरक्षितः बलद् बर्द् इति उच्यते चेत् तत्रापि सम्पूर्ण एव अर्थः सुरक्षितः चेत् एकस्यैव शब्दस्य द्विधा भवनम् उभयत्र चापि अर्थसुरक्षा सम्पूर्णोऽपि अर्थः सुरक्षितः एतस्माद् विपरीता स्थितिर्वर्तते यत् द्वौ शब्दौ भिन्नभिन्न सत्तात्मकौ एकार्थकौ समानार्थकौ अग्रे च गत्वा तयोः एका सत्ता जायते यथा संस्कृते एकः शब्दः वर्तते कच्छपः कच्छप इत्यस्य एकः अर्थः तथैव तत्समानार्थकः कूर्मः शब्दो वर्तते अस्यापि स एव अर्थः प्रायेण उच्यते तस्य सम्मिल्य एकः शब्दः निर्मितः कच्छाकुम्मा कच्छाकुम्मा इति समुदायेन पञ्जाबीभाषायां कच्छाकुम्मा इति शब्देन एक एव अर्थः स एव अर्थः यः अर्थः तत्र संस्कृतभाषायाम् उभाभ्यां शब्दाभ्याम् उच्यते मूलशब्दाभ्यां स एव अर्थः अत्र तयोः समुदितेनापि रूपेण उच्यते स एव अर्थः अत्रापि उच्यते एषा किमस्ति कस्यचित् शब्दस्य जीवनयात्रा वर्तते चेत् अत्रापि तथैव वर्तते क्वचित् स शब्दः स्वातन्त्र्येण अर्थं ब्रवीति क्वचित् च समुदायारूपेण अर्थं ब्रवीति तत्र एवं तु सिद्धान्तः कथं नु स्यात् यत् अस्य स्वतन्त्रसत्ता न वर्तते अस्य च स्वतन्त्रसत्ता वर्तते इति यथा तत्र वर्णेषु उक्तं वर्तते स एव समस्या अत्रापि वर्तते उत्सर्गेषु अथवा निपातेषु स एव समस्या समा समस्या वर्तते चेत् तदेव अत्र समाधानमपि भवितुम् अर्हति ततो भिन्नं तु किं स्यात् अत्र किमस्ति अर्थं दृष्ट्वा निर्वचनं किमर्थं क्रियते अर्थस्तु ज्ञातः वर्तते निर्वचनं किमर्थं क्रियते एषा एव समस्या तत्र महाभाष्येऽपि उत्थापिता वर्तते यदि तत्र अधिगता स्यात् तत्र वचनं वर्तते तत्र महाभाष्ये लोकतः लौकिका शब्दासिद्धा वेदतश्च वैदिका शब्दासिद्धा अनर्थकं व्याकरणम् अन्यत्रापि एषः प्रसङ्गः एव उत्थाप्यते यदि शिष्ट ज्ञानार्थ अष्टाध्यायी चेत अस्याः अनर्थक्यं भवति यतो हि शिष्टैः जनैः ये शब्दाः उच्चार्यन्ते ते तु शिष्टेभ्यः एव ज्ञायेरन् किमर्थम् अष्टाध्यायी क्रियते इत्यादि अनेकशः तत्र विचारः क्रियते चेत् तथैव अत्रापि स्यात् येन निर्वचनं क्रियते तस्य तु ज्ञानं वर्तते परं येषां कृते क्रियते तेषां तु ज्ञानं नास्ति एकात्र ऋषि परंपरा अग्रे उद्धरिष्यते साक्षात् कृतधर्माणा ऋषयो बभूव तेभ्यः या अपरा स्थितिर् वर्तते तत्र साक्षात् कृतधर्मता लुप्ता तत्र उपदेशेन ज्ञानं भवति अग्रिमा च ततो या तृतीया स्थितिर् वर्तते तत्र उपदेशेनापि ज्ञानं न भवति तेषां कृते चेत् तत्र निर्वचनम् आवश्यकं वर्तते चेत् तेषां कृते शब्दोद्घाटनं तत्र क्रियते येषां तत्र ज्ञानं नास्ति सिद्धमेव अनुद्यते अन्यत् किमपि नास्ति यदेव सिद्धम् अस्ति तस्यैव अनुवादमात्रं वर्तते अपूर्वं नास्ति किञ्चित् सिद्धस्यैव अनुवादः किमस्ति अस्य वाक्यस्य अर्थो नावगतः कस्यचित् तत्र निपातस्य विषये उच्यते न तत्र अपि उपमार्थे अपि वाक्यार्थोपसंग्रहे अपि शब्दः अत्र चार्थे भविष्यति अस्मिन्नपि अर्थे वर्तन्ते अस्मिन्नपि अर्थे वर्तन्ते निपाताः चार्थे भविष्यति कर्मोपसंग्रहे इति अर्थोपसंग्रहे यथा चकारेण क्रियते चकारेण यथा तत्र क्रियते न संनियोगः क्रियते अर्थस्य संग्रहे एव तु क्रियते चकारेण कर्म इति अर्थः कर्मशब्दः अत्र अर्थे वर्तते अर्थोपसंग्रह अर्थस्य उपसंग्रह अर्थोपसंग्रह षष्टिसमासः यथा तत्र देवदत्तश्च यजदत्तश्च चकारेण किं कृतम् अत्र उभयोरपि अर्थयोः समुच्चयः कृतः संग्रहः कृतः देवदत्तश्च यजदत्तश्च इति स एव अर्थो वर्तते अत्र एक निपाताः चलन्ति निपातेषु एतदुक्तम् अनेन अन्ताम् प्रतिमा निदधानि इह वा इति अथापि समुच्चयार्थे भवति वा शब्दः पूर्वं तु वा शब्दः विचारणार्थे प्रयुक्तः अनेन वा इति विचारणार्थे अन्ताहमिति मन्त्रे प्रदर्शितार्थः वा इति समुच्चयार्थे वा शब्दस्य समुच्चयार्थेऽपि प्रयोगः वर्तते अत्र निरुक्तेऽपि वा शब्दस्य प्रयोगः समुच्चय एव प्रयुज्यते सर्वत्रापि प्रायेण वायुर्वात्वा मनुर्वात्वा इति वायुर्वा वायुश्च मनुर्वा मनुश्च इति चेत् चार्थे अत्र वा शब्दो वर्तते सम्पूर्णमन्त्रः तद्व्याख्यानं च तत्र टीकासु प्रदर्श्यते तत्र द्रष्टव्यः अह इति एकः निपातः अह इति च ह इति च अह अन्यच्च ह इति उभावपि निपातौ विनिग्रहार्थीयौ विनिग्रहार्थीयौ वर्तेते पूर्वेण सम्प्रयुज्येते पूर्वः यः शब्दः तेन सह एतेषाम् एतयोः प्रयोगो भवति यथा अयम् अह इदं करोतु तत्र विनिग्रह इति निश्चयेन तत्र ग्रहणं वर्तते ग्रहणं करोति अयम् अह अर्थात् अयमेव अयम् अह इदं करोतु अयमिदम् उभाभ्यामपि सम्बन्धो वर्तते परं प्रयोगः पूर्वेण सह वर्तते उभयत्रापि बलं वर्तते सम्बन्धः प्रयोगः पूर्वेण सह वर्तते इदम् ह करिष्यति इदम् न करिष्यति तथैव ह शब्दस्य अपि प्रयोगः इदम् कार्यम् अयम् देवदत्तः करिष्यति इदम् कार्यम् न करिष्यति इति अस्यापि पूर्वेण प्रयोगः अथापि उकारः उकारोपि एतस्मिन्नेव अर्थे विनिग्रहार्थी एव उकारोपि प्रयुज्यते परं तस्य प्रयोगः उत्तरेण यतो अह अह अन्यच्च ह इत्यनयो प्रयोगस्तु पूर्वेण सह आसीत् परं किन्नाम उ इत्यस्य निपातस्य प्रयोगः अपरेण सह भवति उत्तरेण सह भवति यथा मृषा इमे वदन्ति सत्यमुते वदन्ति मृषा इमे वदन्ति एते असत्यं वदन्ति व्यर्थं वदन्ति अन्यश्च ते तु सत्यं वदन्ति चेदत्र अत उभयत्रापि वाक्ये बलमस्ति मृषात्र अन्यच्च सत्यमिति परम् उत्तरेण सहैव अस्य उकारस्य प्रयोगो भवति इति अथापि पदपूर्णः पदपूर्त्यर्थमपि अत्र एतेषां प्रयोगः वर्तते चेत् पदपूर्णः इति किं भवति माने आलङ्कारिकी स्थितिः स्यात् एतत्तु शाब्दिकैः उच्यते पदपूर्ण इति परं यदि वेदाः ते च साक्षात् ईश्वरेण उपदिष्टाः चेत् अपि वा तत्र अनर्थकता भविष्यति यदा पतञ्जलिना तु पदे पदे उच्यते तत्र वर्णेनापि अनर्थकेन भवितुं न शक्यते किं पुनर्यता सूत्रेण चेत् वेदे कथं सम्भावना तस्य वर्तते चेत् कश्चित् विशिष्ट अर्थः न जायते इति अत्र न एवं भवति न पदं भवति रिक्षु तस्य एकः अवयवः पदमिति वा पाद इति वा पादस्य च व्यवस्था भवति अक्षरैः यत्र अर्थवशात् पादव्यवस्था सारिक् इति उच्यते छन्दस्सु पादव्यवस्था वर्तते पादव्यवस्था च अक्षरगणनया भवति यथा गायत्री छन्दः वर्तते त्रिपादात्मकम् तत्र एकस्मिन् पादे अष्टावक्षराणि भवन्ति तत्र यदि अक्षराणि न्यूनानि सन्ति यः अर्थः प्रतिपाद्यते तदर्थप्रतिपादनाय ये शब्दाः गृह्यन्ते तत्र छन्दसः अक्षराणि न पूरितानि भवन्ति चेत् केनचित् निपातेन यथा अस्माभिः क्रियते न क्वचित् चकारः क्वचित् हि इति वा क्वचित् वै इति वा प्रयुज्यते तथैव चेत् तत्र पदपूर्णता स्थितिर्वर्तते सा पदपूर्ण इदमु उकारः पदपूर्णार्थे इदमु तदु इति हि इत्येषो अनेककर्मा हि इत्ययमपि निपातो वर्तते स च अनेककर्मा अनेककर्मा इति अनेकार्थकः वर्तते यथा इदं हि करिष्यति इति हेतोपदेशे कथं करिष्यति हेतोपदेशे उपदेशे इति कथने कथं हि करिष्यति अत्र अनुपृष्ठे कथं हि करिष्यति पूर्वं तु हेतोरपदेशः वर्तेत अत्र च अनुप्रश्नः वर्तेत कथं नु करिष्यति इति कथं हि करिष्यति इति कथं हि व्याकरिष्यति इति असूयायाम् अरे एषा करिष्यति वा कथं हि करिष्यति इति असूयायाम् तथैव किल इति विद्याप्रकर्षे विद्याप्रकर्षं ज्ञानप्रकर्षं द्योतयितुं किल इति शब्दः निपातः प्रयुज्यते एवं किल एवं तत्र प्रयुज्यते अथापि न ननु इत्येताभ्यां सम्प्रयुज्यते न ननु इत्येताभ्यां सह किल इत्येषः निपातः प्रयुज्यते अनुपृष्टे अनुपृष्टे वर्तते अनुप्रश्ने न किल एवं न किल एवं न किल एवम् एवमस्ति न किल एवं पूर्वं प्रश्नः कृतः पुनश्च अनुप्रश्नः कृतः ननु किल एवं स्यात् मा इति प्रतिषेधे मा शब्दः निपातः प्रतिषेधे वर्तते मा कार्षीः माङ्गिलुं सैव तत्रापि वर्तते तत्र तु मा द्वयं वर्तते व्याकरणे तु एकः गिद्विशिष्टः अपरश्च गिद्रहितः माङ्माने न वर्तते माङ्गिलुङ् माङ्माने इति तु धातु वर्तते निपातेषु माङ्गिलुङ् न माङ्गयोगे इत्यादौ अस्तु तत्र माद्वयस्य कल्पना किमर्थं कृता यतो हि निद विशिष्ट योगे कानिचन कार्याणि तत्र उपदिष्टानि सन्ति यथा मांगिलुं स्मोत्तरे लंच न मांग योगे तानि कार्याणि अनेकत्र न दृश्यन्ते अथ च मा योगः दृश्यते मा निषाद प्रतिष्ठान त्वमगमः इत्यादौ एतत् किमस्ति तथैव तत्र किं नाम तत्र विचारितम् आसीत् न एकादिनाङ्क निपात एकादिनाङ्क इत्यत्रापि आङ्ग विषये विचारितं तत्र तत्रापि तथैव तु वर्तते आङ्ग अन्यच्च आ एकस्मिन्नेव अर्थे निद्विशिष्ट निद्रहितस्य वर्तते चेत् तत्र एक पाणिनिदृष्टिः तत्र वर्तते पाणिनीयदृष्टिः शास्त्रदृष्टिः तत्र वर्तते व्यवस्था वर्तते केवलं मा इति निषेधे प्रतिषेधे मा कार्षी मा हर्षिः इति च महर्षिरिति च खलु इति च हाँ इति च खलु इति च खलु इत्यपि निपातः प्रतिषेधार्थियो वर्तते प्रतिषेधे वर्तते तत्रापि वर्तते अलं खलु प्रतिषेधयो प्राचाम् उक्त्वा खलु कृत्वा खलु कृतम् निषेधे वर्तते अथापि पदपूर्णैव खलु शब्दः निपातः पदपूर्णेऽपि आगच्छति एवं खलु तद्बभूव इति शश्वदिति विचिकित्सार्थीय विचिकित्सा शब्दः सामान्येन तु सन्देहे आगच्छति अथ ते कर्मविचिकित्सा वा स्यात् तत्र आगच्छति न उपनिषदि चेत् तत्र सन्देहे वर्तते परमात्र निश्चये वर्तते अथ शश्वदिति शश्वशब्दः विचिकित्सार्थीय इति निश्चयार्थः भाषायां शश्वद् शश्वदेवम् अर्थात् एवं निश्चितं वर्तते अनुपृष्टे एवं शश्वद् एवम् इति अनुपृष्टे एवं शश्वत् एवं शश्वत् इति अस्वयं पृष्टे यदा स्वयं न पृच्छति अन्येन पृष्टे एवं शश्वत् एवम् अनेन पृष्टं नूनमिति नूनम् इति शब्दः वर्तते नूनमिति विचिकित्सार्थीयः भाषायां नूनमिति पूर्वस्मिन्नेव अर्थे भाषायां वर्तते उभयम् अन्वाध्यायम् वेदे तु उभयोरपि अर्थयो वर्तते उभयोरिति विचिकित्सार्थीयश्च पदपूर्णश्च उभयत्रापि वर्तते तत्र उच्यते अनेन विचिकित्सार्थीये अगस्त्यः एकः ऋषिः तत्र भौतिकः ऋषिः वर्तते न तु ऐतिहासिकः अगस्त्यः इन्द्राय हवेर् निरूप्य अगस्त्य ऋषिणा इन्द्रस्य कृते हवेर् निर्वापः कृतः निर्वापः इति एकः पारिभाषिकः शब्दः वर्तते तेषां याज्ञिकानां निर्वापः भवति काञ्चित् देवताम् उद्दिश्य यदा हविर्गृह्यते शकटात् शकटे आनीयते ततः क्षेत्रात् यस्यामपि अवस्थायां वर्तते चेत् तत एव मुष्टिद्वयं मुष्टित्रयं मुष्टिचतुष्कं वा यदपि निश्चितं तत्र परिणामं परिमाणं वर्तते तत् तथा गृह्यते सा एव क्रिया निर्वापक्रिया इति उच्यते चेत् इन्द्रमुद्दिश्य हविर्निरूपितं निरूप्य परं किं कृतं पश्चात् मरुद्भ्यः सम्प्रदित्साञ्चकारः पश्चाच्च तस्य इच्छा जाता रे एतत्तु मरुद्भ्यः दातव्यम् इति परं तत्र इन्द्रस्तु प्रसन्नः जातः यत् मत्कृते अनेन हविर्निरूप्यते परं तदा स खिन्नः जातः यत् तेन दृष्टं यत् अरे अस्यपि इच्छा तत्र परिवर्तते स इन्द्रः इत्य इन्द्रः आगतः तत्र परिदेवयान् चक्रे अतीव खिन्नोऽभूत् यदा च खिन्नोऽभूत् चेत् एषा ऋक् तत्र तस्य खिन्नतां ब्रवीति यतो हि तस्य ऋषेः किमपि कर्तुं तु न पारयति स परं स खिन्नता तस्य मनसि जाता एतद् व्यावहारिकं तत्त्वमत्र प्रयुज्यते यत् अग्रेपि अत्रापि उच्यते लौकिक्यां भाषायां दूसरे के कंधे पर बंदूक रख करके निशाना नहीं लगाया जाता यतो हि परस्तु पर एव भवति यतो परस्य परिस्थितिर्भिन्ना वर्तते मदीया परिस्थितिर्भिन्ना वर्तते सर्वथा परः दोषी एव भवति इति तथा वक्तुं न शक्यते ये तो तस्य परिस्थितिर भिन्ना वर्तते, संस्कार भिन्न सर्वमपि भिन्नं वर्तते चेत कथं मददीनं तिष्ठति चेत ननु नमस्ति। ये तो समझ जाता है अस्तु अस्तु चेत अलं कुर्मः अग्रे श्व भविष्यति। भूतं च भव्यं च सर्वं यश्च तिष्ठति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति।